पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 37 महादेव उवाच शृणु नारद वक्ष्यामि महात्म्यं जागरस्य च यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः नारद उवाच अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्चिव तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु कीदृज्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी प्रहरेषु च या पूजा वद विश्वेश्वरप्रभो त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः त्वं हि विश्वेश्वरो देवो यदो भक्तिर्जनार्दने सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापदिः लोकेऽस्मिन् सर्वदा भक्त्या तवाख्या वर्तते सदा अदो येन प्रकारेण लोकानां मुक्तिरेव च विश्वेश्वरवदत्वं तु माहात्म्यं जागरस्य तु महादेव उवाच एकादश्यां जनो विष्णुं रात्रौ सम्पूज्य भक्तितः कुर्याज्जागरणं विष्णोः पुरदो वैष्णवैः सह गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् फलमर्कं तथा श्रद्धा दानमिन्द्रियसंयमं सत्यान्वितं च विप्रेन्द्र वचोयुक्तं क्रियान्वितं विनिन्द्रं च मुदा युक्तो यः करोति नरः सदा सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः रात्रौ जागरणे प्राप्ते निद्रां कुर्वन्ति वैष्णवाः आरिदं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम् ये कुर्वन्ति नराः प्राज्ञ जागरे विष्णुसंज्ञके जागरं कृष्णभावेन न स्वपन्ति कदाचन कृष्णस्य नाम मनसा वदन्ति च पुनः पुनः ते दुर्धन्यतमाज्ञेया अस्यां रात्रौ विशेषतः क्षणे क्षणे तु गोदानं कट्यां चैव चतुर्गुणं प्रहरे कोटिगुणितं चतुर्यामेष्वसङ्ख्यकम् जागरे निमिषार्धे तु केशवाग्रे विशेषतः तद्फलं कोटिगुणितं तस्यासंख्या न विद्यते नर्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः न फलं कीयते तस्य आजन्ममरणान्तिकं साश्चर्यं चैव सोत्साहम् पापालापादिवर्जितं प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम् नीराजनसमायुक्तमनिर्विण्णेन चेदसा यामे महाभाग कुर्यादारार्तिकं हरेः षड्विंशगुणसंयुक्तमेकादश्यां च जागरं यः करोति नरो भक्त्या न पुनर्जायते भुवि य एवं कुरुदे भक्त्या वित्तशाढ्यविवर्जितः जागरं वासरे विष्णोर्लीयते परमात्मनि धनवान्वित्तशाढ्येन यः करोति प्रजागरम् तेनात्मा हरितो नूनं पिदवेन दुरात्मना विष्णुजागरणे प्राप्ते उपहासं करोति यः षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः वेदविद्ब्राह्मणो यस्तु नर्तनेन विशेषतः उपहासपरः प्राप्तः स वै चाण्डाल उच्यते निमिषं निमिषार्धं वा यः करोति प्रजागरं धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम् वेदशास्त्रतरो नित्यं नित्यं वै यज्ञयाजकः रात्रौ जागरणे प्राप्ते निन्दां कुर्वन् व्रजत्यधः मम पूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः एकविंशत्कुलेनैव नरकं प्रतिपद्यते विष्णुशिवशिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः तस्मात् सर्वप्रकारेण नैव निन्दां प्रकारयेद दष्टा कलिभुजङ्गेन स्वपन्ति मधुहाहनि कुर्वन्ति जागरं नैव मायया देजमोहिताः प्राप्ता एकादशी येषां कलौ जागरणं विना ते विनष्टा न सन्देहो यस्माज्जीवितमध्रुवम् उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदं कृतं येनैव पश्यन्ति पापिनो हरिजागरम् अभावे वाचकस्याथ गीतं नृत् त्यं तु कारयेत् वाचके सति देवर्षे पुराणं प्रथमं पठेत् अश्वमेधसहस्रस्य वाजपेयायुधस्य च पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव कुलानुद्धरदे चैदान् कृत्वा जागरणं हरेः उपोषणदिने विद्धे जागरं पूजनं हरेः वृद्धा दानादिकं सर्वं कृधघ्नेषु कृतं यथा उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिं विहायस्थानम् तद्विष्णुशापं दत्त्वा प्रगच्छति अविद्धे वासरे विष्णोर्ये कुर्वन्ति प्रजागरं तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुदे हरिः यावद्दिनानि कुरुदे जागरं केशवाग्रदः युगानि तानि तावन्ति विष्णुलोके महीयते यावद्दिनानि वसते विना जागरणं हरेः तावद्वर्षसहस्राणि रौरवान्न निवर्तते एकादश्यां शयानस्तु विना जागरणं हरेः मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत् सप्तजन्मानि मूकत्वं जायते जागरे हरेः यो न नृत्यति मूढात्मा पुरदो जागरे हरेः पङ्गुत्वं तस्य जानीयात् सप्तजन्मानि वाडव यः पुनः कुरुदे गीतं नृत्यं जागरणं हरेः ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवं य प्रबोधयदे लोकान् विष्णोर्जागरणे रतः वसे चिरं तु वैकुण्ठे पितृभिः सह वैष्णवः मदिं प्रयच्छदे यस्तु हरेर्जागरणं प्रति षष्टिवर्षसहस्राणि स्वेदद्वीपे वसेन्नरः यत्किञ्चित् क्रियते पापं कोटिजन्मनि मानवैः श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव शालग्रामशिलाग्रेये कुर्वन्ति प्रतिजागरम् यामे फलं प्रोक्तं कोट्यं तव समुद्भवं सम्प्राप्ते वस्वासरे विष्णोर्येन कुर्वन्ति जागरं वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निन्दया कामार्थौ सम्पदः पुत्रा कीर्तिर्लोकाश्च शाश्वताः यज्ञायुतैर्न लभ्यन्ते द्वादशी जागरं विना मदिर्न जायते यस्य द्वादश्यां जागरं प्रति न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि यावत्पदानि चलति केशवायतनं प्रति अश्वमेधः समानि स्युजागरार्थं प्रगच्छदः पादयोपदितं यावद्धरण्यां पांसु गच्छतां तावद्वर्षसहस्राणि जागरो वसते दिवि तस्माद्गृहात् प्रगन्तव्यं जागरे केशवालये कलौ मलविनाशाय द्वादशी द्वादशीषु च परापवादसंयुक्तं मनःप्रासादवर्जितं शास्त्रहीनमगान्धर्वं तथा दीपविवर्जितं शक्त्योपचाररहितमुदासीनं सनिन्दनं कलियुक्तं विशेषेण जागरं नवधामदम् सशास्त्रं जागरं यच्च नृत्यगान्धर्वसंयुधं सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युधम् उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः प्रसन्नं तुष्टिजननं सम्मूढं लोकरञ्जनम् गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियं कर्तव्यं तत्प्रयत्नेन पक्षयो शुक्लकृष्णयोः किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किं द्वादशी वासरे प्राप्ते न कुर्याज्जागरं हरेः प्रवासेन त्यजेद्यस्तु पदिस्विन्नोऽपि वाडव जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः मद्भक्तो न हरे कुर्याज्जागरं पापमोहितः व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः यो भुङ्क्ते वासरे विष्णोर्ज्ञेयपश्वधिको हि सः विप्रियं च कृतं तेन दुष्टेनैव च पापिना मद्भक्तिबलमाश्रित्य यो भुङ्क्ते वै हरेर्दिने स बाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः मुच्यन्ते वासरे विष्णोर्ये कुर्वन्ति प्रजागरं कूर्परं यमदूतानां दत्तं तेन यमस्य च कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम् स्वर्गापेक्षा मुनिश्रेष्ठमुक्ताते नैव संशयः वाञ्छितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम् निहताः पितरस्तेन देवानां वै वधकृतः दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम् यो नृत्यधिप्रहृष्टात्मा कृत्वा वै करताडनं गीतं कुर्वन् मुखेनापि दर्शयन् कौतुकान् बहून् पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः पठन् कृष्णचरित्राणि रञ्जयन्वैष्णवान् गणान् मुखेन कुरुदे वाद्यं सम्प्रहृष्टतनूरुहः दर्शयन् विविधान् भृत्यान् स्वेच्छालापान् प्रकारयन् भावैरेतैर्नरो यस्तु कुरुदे जागरे हरेः निमिषे निमिषे पुण्यं तीर्थकोटिफलं स्मृतम् अनुद्विग्नमनायस्तु धूपनीराजनं हरेः कुरुदे जागरे रात्रौ सप्तद्वीपाधिपो भवद यानि कानि च पापानि ब्रह्म हत्यासमानि च कृष्णाः जागरात्तानि विलयं यान्ति कण्ठशः एकदक्रतवः सर्वे समाप्तवरदक्षिणाः एकदो देवदेवस्य जागरकृष्णवल्लभः तत्र काशी पुष्करं च प्रयागं नैमिषं गया शालग्राममहाक्षेत्रमर्बुदारण्यमेव च पौष्करं मधुरा तत्र सर्वतीर्थानि चैव हि यज्ञा वेदाश्च चत्वारो व्रजन्ति हरिजागरम् गङ्गासरस्वती तापी यमुना च शतद्रुका चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै सरांसि जह्रदा सर्वे समुद्राः सर्व एव हि एकादश्यां द्विजश्रेष्ठ गच्छन्ति कृष्णजागरं स्पृहणीया हि देवानां ये नरा कृष्णजागरे नृत्यन्ति गीतं कुर्वन्ति वीणा वाद्यप्रहर्षिताः एवं जागरणं कृत्वा सम्पूज्य च महाहरिं द्वादश्यां पारणं कृत्वा स्वशक्रिया वैष्णवैः सह महादेव उवाच शृणु ब्रह्मन् प्रवक्ष्यामि द्वादशी माहात्म्यमुत्तमं द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी प्रातस्नात्वा हरिं पूज्य उपवासं समर्पयेत् अज्ञानतिमिरान्धस्य व्रतेनानेन केशव प्रसीदसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव पारणं च तद कुर्याद्यथा सम्भवमग्रतः अद ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि यदा दुद्वादशी स्वल्पा पारणेन भवेद्विजः तदा रात्रौ तु कर्तव्यं पारणं मुक्तिमिच्छता तदा न रात्रिदोषस्यान्निषिद्धं न भवेत् क्वचित् यदुक्तं निशिनस्नायान्महानिशिनभोजयेद तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेद यदा भवद्दिस्वल्पादुद्वादशी पारणे दिने उषःकाले द्वयं कुर्यात् प्रादर्मध्यास्निहं तथा द्वादशी सदिदायेन नरेण भुवि सर्वदा तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः साधयित्वाखिलान् कामान् प्राप्नुयुश्च महाजनाः अम्बरीषादयः सर्वे ये भक्ता भुवि विश्रुताः द्वादशीं साधयित्वादु ते गदा विष्णुसत्मनि सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव नास्ति विष्णुसमो देवो न तिथिर्द्वादशी समा अत्र दत्तं च भुक्तं च तथा पूजादिकं च यद तत्सर्वं पूर्णतां यादि पूजिते माधवे सति किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः प्रददात्यखिलान् कामान्यावदाभूदसम्प्लवं द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेद् कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते तद्वच्च द्वादशी दत्तं भवेद्देवर्षि सत्तमा इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापतिनारदसंवादे द्वादशी एकादशी जागरणमहिमा नाम सप्तत्रिंशोऽध्यायः ॐ